सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्ष्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः। तत्र वयं प्रकरणं किं प्रक्रिया किम् इति दृष्टवन्तः। अष्टाध्यायीग्रन्थं प्रकरणग्रन्थम्, अतः वयं तत्र प्रकरणस्य तत्र कानिचन उदाहरणानि अस्मिन् करपत्रे तत्र सन्ति, तेषामेव अध्ययनम् इदानीं तत्र प्रचलन् अस्ति। वयं तत्र दृष्टवन्तः तत्र द्वित्वप्रकरणं तत्र कथं तत्र कार्यं भवति। द्वित्वप्रकरणे तत्र केवलं द्वादशसूत्राणि सन्ति, तैः सूत्रैः तत्र द्वित्वस्य विषये तत्र सर्वम् अष्टाध्यायीग्रन्थे यत्किमपि अपेक्षितं तत् दत्तम्। ध्वनिः श्रूयते वा? आं भवति, श्रूयते, सम्यक् श्रूयते, सम्यक् श्रूयते। मम ध्वनिः श्रोतुं शक्यते वा भगिनि? अहं तु श्रोतुं न शक्यते। मम ध्वनिः श्रूयते वा? कोऽपि वदतु, अहं तु तत्र श्रोतुं न शक्यते किमपि। अवश्यम् अवश्यं श्रूयते, बाणं श्रूयते, सम्यक् श्रूयते, श्रूयते, श्रूयते भगिनि, सम्यक् श्रूयते। I'm not able to hear anything from you people. Just one second. Kim abhavat. I'm not able to hear anything from you people. I don't know what happened to this. Why don't you go out and then come back? Idanim Shruyate. Idanim Shruyate. Acha, thik hai. What happened to this? अस्तु, द्वित्वप्रकरणस्य विषये तत्र प्रथमसूत्रमस्ति एकाचो द्वे प्रथमस्य। अनेन सूत्रेण यः एकाच धातुः नो चेत् हलादि अनेकाच धातुः, तत्र अनेन सूत्रेण तस्य धातोः द्वित्वं भवति। अनन्तरम् अजादेर्द्वितीयस्य, अपि च तत्र द्वितीयस्य एकाच अवयवस्य यः यदि संयोगस्य प्रथम आदिमवर्णः नकारः दकारः रेफः अस्ति चेत् तस्य नकारस्य नो चेत् दकारस्य नो चेत् रेफस्य तत्र द्वित्वं न भवति इति तृतीयं सूत्रं वदति, न नद्रा संयोगादयः। सो द्वितीय एकाचस्य नद्राः द्वे न भवति इति सूत्रं वदति। अपि च तत्र अनन्तरं पूर्वाभ्यासः अपि च उभे अभ्यस्तं इति संज्ञासूत्रद्वयम् अनेन अनयोः सूत्रयोः तत्र अभ्यास अपि च अभ्यस्तसंज्ञा भवति. सो पूर्वभागस्य यदा यत्र द्वित्वं भवति तत्र प्रायशः पूर्वभागम् अपि च परभागमस्ति. पूर्वभागस्य अभ्यास इति संज्ञा अपि च द्वयोः मिलित्वा सम्पूर्णद्वित्वं यथा भवति तत्र सम्पूर्णशब्दसमूहस्य अभ्यस्तित् संज्ञा अस्ति. अनन्तरं तत्र जक्षादयः षट् इति तत्र ये सप्तधातवः सन्ति जक्ष आदि ये तत्र अनन्तरं ये अनन्तरं षट् धातवः तेषां द्वित्वाभावे अपि तेषां शब्दानां तत्र अभ्यस्तसंज्ञा अस्ति. सो अभ्यस्तनिमित्तीकृत्य व्याकरणे यानि कार्याणि सन्ति ते सर्वाणि कार्याणि जक्ष अपि च ये षट् अन्यधातवः सन्ति तेषां विषये अपि तत्र भवन्ति तानि कार्याणि. अनन्तरं तुजादीनां दीर्घो अभ्यासस्य इति सूत्रं तत्र तुज् इव ये धातवः सन्ति छन्दसि इत्युक्ते वेदे तेषां दीर्घ अभ्यासभागस्य तत्र यः स्वरः अस्ति तस्य दीर्घ आदेशः भवति इत्युक्ते तत्र अनन्तरं कुत्रचित् अभ्यासभागस्य तत्र एकं सूत्रमस्ति ह्रस्वः. सो ह्रस्वः सूत्रं वदति यः अभ्यासभागः यदि तत्र कोऽपि स्वरः अस्ति तस्य ह्रस्व आदेशः भवति. परन्तु एतत् सूत्रं तुजादीनां दीर्घ अभ्यासस्य इति सूत्रं वदति तुज् अपि च तादृश अन्यधातवः अपि सन्ति तत्र केवलम् अत्र एतत् सूत्रस्य अपि प्रसक्तिः केवलं छन्दसि अस्ति इत्युक्ते वेदे अस्ति तत्र यः अभ्यासभागः यदि तत्र पूर्वे ह्रस्वस्वरः तस्य अनेन सूत्रेण दीर्घ आदेशः भवति. परन्तु सामान्यतया अभ्यासभागे यदि कोऽपि स्वरः अस्ति तस्य ह्रस्वः इति सूत्रेण अभ्यासे तत् सूत्रं कार्यं करोति तस्य अभ्यासभागस्य इत्युक्ते पूर्वभागस्य यः स्वरः यदि सः दीर्घस्वरः अस्ति तस्य ह्रस्वः इति सूत्रेण ह्रस्व आदेशः भवति. परन्तु अत्र किञ्चित् भिन्नकार्यमस्ति तुजादीनां तत्र दीर्घ आदेशः भवति अभ्यासभागस्य तुज् इति धातुः तूज् भवति तु तुजान भवति इति तत्र किञ्चित् विरोधाभासः अस्ति ह्रस्वम् इति सूत्रम् अपि च तुजादीनां दीर्घ अभ्यासस्य. अनन्तरं वयं दृष्टवन्तः किं किं प्रत्ययनिमित्तीकृत्य तत्र धातौ द्वित्वं भवति इत्युक्ते यः द्वित्वकार्यम् अस्ति द्वित्वप्रकरणं यद्यपि षष्ठाध्याये अस्ति तथापि इदानीं वयं जानीमः व्याकरणे द्वित्वं धातूनाम् एव भवति. किमर्थं कथम् एतत् वाक्यं वयं वक्तुं शक्यते कस्य आधारेण एतत् वाक्यं वक्तुं शक्यते. अनन्तरं यः अष्टमसूत्रं नवमसूत्रं दशमसूत्रम् अपि च एकादशसूत्रम् अस्ति एतस्य एतेषाम् आधारेण एव एतत् वाक्यं वयं वक्तुं शक्यते. किमर्थम् लिटि धातोर् अनभ्यासस्य यः अनभ्यासधातुः अस्ति यस्य द्वित्वं पूर्वे न कृतम् अस्ति तस्य धातोः लिटि परे द्वे भवति. वयं जानीमः लिट् लकारस्य विधानं केवलं धातौ एव अस्ति. लिट् तो कोऽपि प्रातिपदिकस्य अनन्तरं लिट् वयं न योजयितुं शक्नुमः. सो लिट् इति प्रत्ययः केवलं धातोः अनन्तरम् एव विधीयते. अतः अपि च संयङ्गोः सन् अपि च यङ् प्रत्ययनिमित्तीकृत्य अपि यः शब्दसमूहः अस्ति तस्य द्वे भवति. सन् अपि च यङ् अपि धातौ विधीयते. अतः तस्य आधारेण एव वक्तुं शक्यते द्वित्वं धातूनां द्वित्वं भवति. तथैव श्लौ. सो प्रत्ययस्य शप् इति प्रत्ययस्य यदा श्लू इत्यनेन लोपः भवति तत्र श्लौ इति सूत्रेण द्वित्वं भवति. सो शप् इति प्रत्ययः अपि धातोः विधीयते. अतः धातोः एव तत्र प्रातिपदिक कृदन्तप्रातिपदिकस्य अनन्तरम् अथवा यः स्त्रीप्रत्ययस्य योजनेन यः शब्दसमूहः विधीयते तत्र तु कुत्रापि शप् श्लू न भवति, तत्र प्रत्ययस्य श्लू इत्यनेन लोपः न भवति. अतः यानि विधिसूत्राणि अस्मिन् प्रकरणे द्वित्वप्रकरणे दत्तानि तस्य आधारेण तेषाम् आधारेण एव वयं वक्तुं शक्यते व्याकरणशास्त्रे द्वित्वं धातूनां द्वित्वं भवति. येषां येषां धातु इति संज्ञा तेषां तत्र द्वित्वं भवति. अपि च चङ्गि वयं दृष्टवन्तः पूर्वस्मिन् वर्गे तत्र लुङ्लकारे कस्मिञ्चित् स्थित्यां तत्र लुङ्लकारस्य तत्र चङ्गित्या प्रत्ययस्य आदेशः भवति. सो यदा तत्र धातोः शब्दसमूहस्य अनन्तरं चङ्ग् अस्ति तदा द्वित्वं भवति. यदा लुङ् अस्ति तदा द्वित्वस्य कोऽपि सूत्रं नास्ति. परन्तु यदा तत्र किञ्चित् कारणेन लुङ् स्थाने चङ्ग् इति आदेशः भवति प्रत्यादेशः भवति तदा तस्मिन् स्थित्याम् एव धातु द्वित्वं भवति इति. तत्र चत्वारि विधिसूत्राणि कदा धातुः द्वित्वं करणीयम् अस्माभिः. सो लिटि परे द्वित्वं करणीयं, सन् परे द्वित्वं करणीयं, यङ् परे द्वित्वं करणीयम्. अपि च यदा तत्र प्रत्ययस्य श्लु इत्यनेन लोपः भवति तदापि धातु द्वित्वं करणीयम्. सो एतेषां सूत्राणाम् आधारेण एव वयम् एतत् वक्तुं शक्यते व्याकरण शास्त्रे द्वित्वं धातूनां भवति. द्वित्वम् इति यः कार्यमस्ति सः धातूनां भवति. अस्तु, अनन्तरं तत्र अस्मिन् करपत्रे एकम् अन्यत् प्रकरणस्य तत्र उदाहरणमस्ति, नत्वप्रकरणम्. सो नत्वप्रकरणे मूर्धन्यनकारस्य आदेशः भवति. अतः नाम एतस्य प्रकरणस्य नाम अस्ति नत्वप्रकरणम्. सो अत्र नत्वप्रकरणं भवति. अस्तु, सो अत्र नत्वप्रकरणे अष्टाध्याये चतुर्थपादे प्रथमसूत्र आरभ्य A39 सूत्रपर्यन्तं तत्र यानि सूत्राणि सन्ति तेषु सूत्रेषु केवलं नत्वकार्यस्य विषये एव निर्देशः. अतः अत्र अत्र तु सर्वाणि सूत्राणि न दत्तानि, परन्तु ये तत्र अस्माभिः पुनः पुनः येषां सूत्राणां प्रयोगः भवति तेषाम् एव उल्लेखः अस्मिन् करपत्रे अस्ति. अपि च तत्र द्वित्वप्रकरणे अभ्यासभागे तत्र बहूनि कार्याणि भवन्ति. सो इदानीं तु अस्माभिः द्वित्वप्रकरणं पठितं. सो तस्य विषये यदा मया उक्तम् अभ्यासभागे एकं सूत्रमस्ति ह्रस्वः 7459 सूत्रं. सो ह्रस्वः इति सूत्रेण यदा तत्र अभ्यासभागः अस्ति तत्र कोऽपि दीर्घस्वरः अस्ति तस्य ह्रस्व आदेशः भवति. सो एतानि सूत्राणि अपि कृपया नोट् करोतु, किमर्थं चेत् तत्र करपत्रे एतानि सूत्राणि न दत्तानि. सो यदा वयं द्वित्वस्य चिन्तनं कुर्मः एतेषां सूत्राणां चिन्तनम् अपि तत्र करणीयम्. सो ह्रस्वः इति एकं सूत्रमस्ति, अपि च तत्र अस्ति अभ्यासे चर्च. अभ्यासे चर्च इति सूत्रं वदति अभ्यासभागे, अत्रापि अभ्यासे एव कार्यं, यः पूर्वभागः तत्र एव कार्यं. सो अभ्यासे यदि कोऽपि जलवर्णः अस्ति तस्य विकल्पेन चर आदेशः नो चेत् जष् आदेशः भवति इति सूत्रं वदति. सो चर् प्रत्याहारे के वर्णाः सन्ति? कोऽपि वदतु. कर्कषवर्णाः. किं भगिनि? सर्वे कर्कषवर्णाः. न श्रुतम्, अनुसूय. सर्वे कर्कषवर्णानि भवन्ति. चर् प्रत्याहारे कर्कश व्यञ्जनानि न, कर्कश इत्युक्ते भगिनि कख, च, टठ, रथ, प, पफ, परन्तु चर् चर् इति नास्ति न, इत्युक्ते प्रथमवर्णः अपि च पफ चठ चर् इति कुत्र अस्ति, चकारः कुत्र अस्ति, चट त कप श श स वर्गीयप्रथमव्यञ्जनः अपि च शेष्यस् तावदेव अस्ति चर् केवलं वर्गीयप्रथमव्यञ्जनः इत्युक्ते क च ट तप नाट् क ख च छ ट थ खार् इत्युक्ते क ख च छ टठ तथ वर्गीयप्रथम वर्गीयद्वितीय परन्तु चर् प्रत्याहारे केवलं वर्गीयप्रथमवर्णः अपि च शेष्य सर् किमर्थं चेत् चर् इति रकारः तत्र शेष्यसर् इति यः अन्तिम एतत् सूत्रमस्ति तत्र सर् अस्ति रैरेफः अस्ति सो अभ्यासभागे यदि कोऽपि जलवर्णः अस्ति तस्य विकल्पेन जश् जश् इत्युक्ते वर्गीयतृतीय नो चेत् चर् वर्गीयप्रथमवर्ण आदेशः भवति यथा तत्र किमर्थं तत्र अपि च अत्र अभ्यासभागे एकम् अन्यत् सूत्रमस्ति तदस्ति कोहोश्चुः सो अभ्यासभागे यदि कोऽपि कवर्गीयव्यञ्जन अस्ति क ख ग गण अस्ति नो चेत् हकारः अस्ति कु अपि च हकारस्य तत्र चु आदेशः भवति सो यदि तत्र यथा तत्र जुहोति इति यः हु इति धातु अस्ति तत्र हुः भवति प्रथमे हुः भवति चेत् द्वित्वं यदा भवति किमर्थं चेत् हु इति तत्र ज्योत्यादिगणे अस्ति तृतीयगणे शप् श्लु भवति अतः तत्र सर्वदा सार्वधातुप्रक्रियायाम् इत्युक्ते लट् लोट् लङ् विधिलिङ्ग् प्रक्रियायां तत्र शप् प्रथमे शप् आयाति अनन्तरं तत्र ज्योत्यादिभ्यः शप् श्लु इति सूत्रेण तत्र शप् प्रत्यस्य श्लु भवति अनन्तरं यः द्वित्वप्रकरणे दशमसूत्रमस्ति श्लौ श्लौ इति सूत्रेण तत्र प्रायशः लट् लकारे लङ् लकारे विधिलिङ्ग् लकारे लोट् लकारे तत्र धातु द्वित्वं भवति सो तत्र हुः भवति प्रथमे हुः इति यः अभ्यासभागे यः हु अस्ति तस्य प्रथमं ह्रस्व इति सूत्रेण हु भवति ह्रस्व उकारः भवति अनन्तरं कोहोश्चु इत्यनेन हकारस्य तत्र महाप्राणवर्णः अस्ति अतः तत्र च चु इत्युक्ते च छ ज झ महाप्राण झकारः इति आदेशः भवति महाप्राण झकारः जलवर्णः अतः तत्र अभ्यासे चर्च इति सूत्रेण तस्य किं भवति तत्र तस्य झकारस्य तत्र जश् आदेशः भवति सो च छ ज इति आदेशः अल्पप्राञ्झकारः भवति सो तत्र जुहो इति भवति जुहु इति तत्र द्वित्वम् अनन्तरं भवति तथैव अन्यत्र अपि भवति सो अभ्यासे चर्च कोहश्चु ह्रस्वः अपि च अभ्यासभागे एकम् अन्यत् सूत्रमपि अस्माभिः पूर्वस्मिन् वर्गे तत्र दृष्टम् अत्र तु अस्मिन् करपत्रे नास्ति तदस्ति हलादिशेषः सो यदा तत्र पठ् पठ् भवति पठ् पठ् लिटि परे यदा तत्र पठ् पठ् भवति पठ् इति धातोः द्वित्वं भवति लिटि परे तत्र पठ् यः अभ्यासभागे यः पकारः अकारः ठकारः तत्र केवलं ठकारस्य तत्र लोपः भवति सो तस्य कृते सूत्रमस्ति हलादिशेषः अत्रापि अभ्यासे इति अनुवृत्तिः अस्ति सो अभ्यासे हलादिशेषः आदिहलः एव शिष्यते अन्येषां हल्वर्णानां तत्र लोपः भवति अतः ठकारः अपगच्छति केवलं पपा पपठ् इति तत्र दत्त्वम् अनन्तरं भवति सो हलादिशेषः ह्रस्वः अभ्यासे चर्च अपि च कुहोश्चु एतानि सूत्राणि अस्माभिः तत्र स्मर्तव्यं द्वित्वविषये एतस्य तत्र प्रयोगः भवति अभ्यासभागे भवति अभ्यासे यस्य अभ्यास संज्ञा अस्ति तत्रैव एतानि सूत्र एतेषां सूत्राणां प्रसक्तिः अस्ति. सर्वैः अवगतं वा? मम ध्वनिः सम्यक् श्रूयते न? किञ्चित् भ्रमः अस्ति मम कृते, ध्वनिः सम्यक् अस्ति वा नास्ति. श्रूयते महोदय. सो इदानीं तत्र नत्वप्रकरणम् एतस्य तत्र पठामः, तत्र कानि सूत्राणि सन्ति. अपि च अत्र दृश्यतु नत्वप्रकरणं कुत्र अस्ति अष्टाध्यायीग्रन्थे 841 यः अन्तिमपादः अस्ति ग्रन्थस्य अन्तिमपादे एव नत्वप्रकरणम् अस्ति. सो यदा वयं नत्वस्य तत्र पश्यामः नत्वस्य किं भगिनि मम कृते तु ध्वनिः सत्यं त्रिपादीसूत्रम् अस्ति. त्रिपादी यः भागः अस्ति अष्टाध्यायीग्रन्थस्य यः त्रिपादीभागं तत्र एव एतत् प्रकरणमस्ति. अतः पदनिर्माणसमये यदा तत्र अस्माभिः नत्वस्य प्रसक्तिः अस्ति अत्र अस्मिन् शब्दसमूहे नत्वस्य प्रसक्तिः अस्ति, प्रायशः सः अन्तिमसोपाने करणीयं. किमर्थं चेत् अत्र सर्वत्र त्रिपाद्यां तत्र सर्वत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः वर्तते. सो त्रिपाद्यां यानि सूत्राणि सन्ति तेषां कृते सपादसप्ताध्यायीसूत्राणां कृते त्रिपादी असिद्धानि. सो एतस्य कार्यं प्रायशः अन्तिमसोपाने करणीयम्, अन्यथा तु तत्र असाधु तत्र पूर्वत्र सिद्धम् इत्यस्य सूत्रस्य तत्र उल्लङ्घनं भवति. सो तथा मा भवेत्. पदनिर्माणसमये एतेषां त्रिपादीसूत्राणां प्रयोगः अन्तिमसोपाने करणीयं, न तु पूर्वे एव करणीयं. किमर्थं चेत् अत्र पूर्वत्र सिद्धम् इत्यस्य सर्वत्र अधिकारः अस्ति, अधिकारसूत्रं तत्र सर्वत्र वर्तते. अस्तु, इदानीं तत्र प्रथमसूत्रम् अस्ति रसाभ्यां नूनः समानपदे. कः पठति? चेत्रा भगिनी पठति वा रसाभ्यां नूनः समानपदे? रसाभ्यां नूनः समानपदे अष्टम अध्याये चतुर्थपादे प्रथमसूत्रः भगिनि अध्यायः इति पुल्लिङ्गे अस्ति अष्ट अध्याये. सो अत्र प्रायशः सन्धि भूत्वा अष्टाध्यायः. सो अष्टम् इति न वदामः, किमर्थं चेत् अष्ट नव दश सप्त तत्र अकारान्त् इति अस्ति, अन्ते अकारः अस्ति. केवलं षट् इति यः अस्ति तत्र एव हल् वर्णः. सो अष्ट नव दश अकारः अस्ति अन्ते. अत्र यदा वयम् अष्टाध्याय वदामः तत्र विशेषणविशेष नो चेत् तत्र सन्धि भवति अष्टाध्यायः. सो अष्टम् इति न वक्तव्यम्. अष्टाध्यायी चतुर्थपादे प्रथमसूत्रः रेफशकाराभ्याम्. अपि च भगिनि सूत्रं नपुंसकलिङ्गे अस्ति. सूत्रं नपुंसकलिङ्गे. प्रथमं सूत्रं रेफशकाराभ्याम् उत्तरस्य नकारस्य नकारादेशो भवति समानपदस्यौ समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः पूर्णं तिसृणाम् अत्र प्रत्येकस्य सूत्रे यानि पदानि सन्ति तेषां विभक्तिका अस्ति वदतु जानातु दशाभ्यां भ्यां सप्तमी एकवचनं पञ्चमी अत्र लिखितं नास्ति अत्र रेफ् शाम् उत्तरस्य उत्तरस्य इत्यनेन एव उत्तरस्य इत्युक्ते पञ्चमी पञ्चमी द्विवच बहुवचनमस्ति न पञ्चमी भ्यां भ्यामिति भ्यामिति प्रत्ययः द्विवचने एव श्रूयते द्विवचनं पञ्चमी द्विवचनं नो नः नो नः प्रथम नः नः अस्ति सप्तमी एकवचनं नः प्रथम एकवचनं आदेशः अत्र नः यः दन्तनकारः अस्ति सः अत्र षष्ठ्यन्तम् अस्ति स्थाने अस्ति सो सप्तमी अपि भवितुं शक्नोति परन्तु अत्र तु षष्ठी अस्ति नः नः सो कीदृशनः इत्युक्ते अत्र अत्र नास्ति पञ्चमी सो अत्र स्थानीवर्णः षष्ठ्यन्तम् अस्ति नः अपि च यथा भवती उक्तवती अत्र मूर्धन्यनकारः प्रथमान्तम् अस्ति अपि च समानपदे इत्युक्ते सप्तमी एकवचनं सप्तमी अस्ति अस्तु सूत्रस्य कः अर्थः इदानीं वदतु रेफः अपि च मूर्धन्यषकारः परे नकारः अस्ति चेत् नकारः मूर्धन्यनकारः भवति अपि च तत् एकं पदं मध्ये एव भवनीयम् किं किम् एकमेव पदे भवेत् रेफषकारः अपि च नकारः सो रेफषकारः इति तस्य व्याकरणे तस्य कः नाम निमित् हा निमित् कार्यस्य कृते निमित्तम् अस्ति हेतुः अस्ति दन्तनकारस्य यः मूर्धन्यनकारः इति यः कार्यमस्ति सर्वदा तु न भवति सो तस्य कृते किञ्चित् हेतुः अस्ति निमित्तम् अस्ति कदा भवति रेफः शकारस्य अनन्तरम् अस्ति चेदेव भवति सो निमित् अस्ति रेफः नो चेत् शकारः इदानीं तत्र निमित्तिनौ निमित्तिन् निमित्तिन् इत्युक्ते नकारः दन्त्यनकारः निमित्तिन् अस्ति किमर्थं चेत् अस्य स्थाने एतत् स्थानीवर्णः अस्य एव कार्यमस्ति नकारस्य कार्यमस्ति नकारस्य स्थाने मूर्धन्यनकारादेशः भवति सो निमित्तिन् अस्ति दन्त्यनकारः निमित् अस्ति रेफः नो चेत् शकारः सो निमित् निमित्तिनौ द्विवचने अस्ति निमित् अपि च निमित्तिनौ कुत्र भवेत् समानपदे समानपदस्थौ भवेत् भवतः द्विवचने अस्ति अतः भवतः इदानीं तत्र समानपदे समानपदे इत्युक्ते किं सो समानपदे इत्युक्ते यस्य पदस्य वयं यस्य शब्दसमूहस्य वयं खण्डं न कर्तुं शक्यते इत्युक्ते यदा तत्र प्रभवति इति तत्र एकं पदम् अस्ति प्रभवति परन्तु प्रभवति इति यः पदम् अस्ति तत्र प्र इति भिन्नपदं भवति इति भिन्नपदम् सो तादृशपदस्य वयं खण्डनं कर्तुं शक्यते खण्डद्वयं तत्र भागद्वयं भवितुं शक्नोति प्र इति उपसर्ग उपसर्गानामपि पदसंज्ञा अस्ति व्याकरणे सर्वेषाम् उपसर्गानां पदसंज्ञा अस्ति, अव्यपदानि सर्वे अव्यपदानि सुबन्तानि एव, सो प्र अपि पदमस्ति, भवति अपि पदमस्ति, सो प्रभवति इति समानपदं नास्ति, अखण्डपदं नास्ति, सखण्डपदमस्ति, तत्र खण्डद्वयं, सो समानपदे इत्युक्ते अखण्डपदे यस्य पदस्य वयं खण्डनं न कर्तुं शक्यते तदेव अस्ति समानपदम्। समानपदम् इत्युक्ते अखण्डपदम्, अखण्डपदं तादृशपदस्य अपि च अत्र पञ्चमी तस्मात् इति उत्तरस्य साक्षात् उत्तरे नकारः भवेत् इति अत्र तस्मादिति उत्तरस्य परिभाषासूत्रेण रेफस्य साक्षात् उत्तरे दन्त्यनकारः अस्ति चेदेव एतत् सूत्रं कार्यं कर्तुं शक्यते, अन्यथा न कर्तुं शक्यते इति तत्र रषाभ्यां पञ्चमी अन्तं रश् रेफस्य उत्तरस्य नकारस्य, उत्तरस्य इत्युक्ते कुत्रचित् अग्रे न साक्षात् उत्तरस्य, सो तत्र परिभाषासूत्रमस्ति तस्मादिति उत्तरस्य, तस्मादिति उत्तरस्य वदति साक्षात् उत्तरे भवेत् तदा एव कार्यं कर्तुं शक्यते। तथैव यः सप्तमी विषये यदा तत्र सप्तमी निमित्तम् अस्ति तदा किम् अस्ति तत्र परिभाषासूत्रं भगिनि? तस्मिन् इति निर्दिष्टे पूर्वस्य, पूर्वस्य एतानि परिभाषासूत्राणि सर्वदा स्मर्तव्यं, किमर्थं चेत् यदा वयं पाणिनिसूत्रं पठामः तत्र परिभाषासूत्रं संज्ञासूत्रम् एतेषाम् आधारेण एव समस्तसूत्रस्य तत्र सम्यक् अर्थः किम् अस्ति वयम् अवगन्तुं शक्यते। सो अनेन सूत्रेण प्रथमसूत्रेण कार्यं कदा भवति अत्र दृश्यतु, अत्र उदाहरणानि सन्ति पूर्णम् अपि च तिसॄणाम्, अत्र एकं परिभाषासूत्रम् अत्र रेफः सि अत्र रु इति स्वरस्य उल्लेखः नास्ति अत्र अस्मिन् सूत्रे, सो तत्र यदि रुकारः इत्युक्ते रुस्वरस्य अनन्तरं साक्षात् अनन्तरम् अपि दन्त्यनकारस्य मूर्धन्यनकार आदेशः भवति, सो तत्र एकं परिभाषा अस्ति तत् किं सर्वदा मया तत्र परिभाषा रुवर्णात् कोऽपि स्मारयति वा रुवर्णस्य कृते यत् तत्र परिभाषा अस्ति तत् परिभाषा किं कुत्रचित् लिखितम् अग्रे वदामि स्मारयामि चेत् तत्र वदामि। सो रुवर्णस्य अनन्तरम् अपि दन्त्यनकारस्य नत्वं भवति, मूर्धन्यनकारादेशः भवति, तस्य कृते अत्र सूत्रे तु रु इति स्वरस्य उल्लेखः नास्ति परन्तु एकं तत्र वार्तिकमस्ति, वार्तिकाधारेण तत्र रुवर्णस्य उल्लेखः तत्र वार्तिकारेण दत्तं, सो वार्तिकारः इत्युक्ते वररुचिमहर्षिणा एकं वार्तिकमपि अस्य विषये तत्र दत्तं। रसाभ्यां नूनः किं भगिनि? रीवर्णात् नस्य नत्वं वाच्यम् अत्र स्क्रीन् दृश्यते वा? आम्, सो अत्र लिखितं सि रीवर्णात् इति पञ्चमी अस्ति, रुवर्णात् इत्युक्ते रु इति स्वर, रुवर्णात् इति पञ्चमी अस्ति, सो रु अत्रापि यथा रषाभ्याम् इति पञ्चमी अस्ति तथैव अत्र वार्तिकारेण दत्तं रुवर्णात् त अस्ति, नस्य नस्य इत्युक्ते नकारस्य दन्त्यनकारस्य षष्ठी दत्तम्, अत्र तु साक्षात् वार्तिकारेण नस्य इति लिखितं, सो रुवर्णात् नस्य नत्वं नकारस्य षष्ठ्यन्तम् अस्ति, नकारस्य किं नत्वं वाच्यम् इति वार्तिकम् अस्ति, एतत् वार्तिकम् अत्र नोट् मध्ये तत्र नोट् करोतु. सो न केवलं रसाभ्यां नूनः समानपदे परन्तु रुवर्णात् नस्य नत्वमपि अस्ति इति तत्र रुवर्णस्य विषये. सो अत्र तिसृणां तिसृणाम् इति तिसृ इति यः अस्ति तत्र ऋकारः रु इति वर्णः अस्ति. अतः नाम इति यः तत्र प्रत्ययः षष्ठी बहुवचनात् प्रत्ययः अस्ति बहुवचनप्रत्ययम् अस्ति नाम तस्यापि नत्वं भवति तिसृणां. किमर्थं चेत् साक्षात् परे अस्ति अनेन सूत्रेण. तथैव पूर्णं रेफस्य साक्षात् उत्तरे किम् अस्ति नम् इति नकारः दन्तनकारः अस्ति. तस्यापि अनेन सूत्रेण रसाभ्यां नो नः समानपदे इति सूत्रेण अत्र नत्वं भवति. सो पूर्णं सो अनेन सूत्रेण कदा कार्यं भवति? यदा रेफः नो चेत् शकारस्य नो चेत् रेफस्य साक्षात् उत्तरे दन्तनकारः अस्ति. मध्ये किमपि बाधा न भवेत्, मध्ये किमपि भिन्नवर्णः अस्ति चेत् अनेन सूत्रेण कार्यं न भवति. अनेन सूत्रेण तदा एव कार्यं भवति यदा साक्षात् परे दन्तनकारः अस्ति. तदा एव नत्वं भवति, तदा एव तस्य तादृशनकारस्य मूर्धन्यनकारः इति आदेशः भवति. अपि च ते निमित् अपि च निमित्तं समानपदे स्थौ समानपदे अस्ति चेत् अखण्डपदे अस्ति चेदेव तत्र भवति. सखण्डपदम् अस्ति चेत् तत्र एतत् सूत्रं कार्यं न कर्तुं शक्यते. तस्य कृते भिन्नसूत्राणि अस्मिन् प्रकरणे तादृशसूत्राणि अपि सन्ति यत्र अक्स समानपदं नास्ति, भिन्नभिन्नपदम् अस्ति, तत्रापि कुत्रचित् नत्वं भवति, परन्तु तस्य कृते भिन्नसूत्रम् अपेक्षितम्. अनेन सूत्रेण तु तत्र कार्यं न कर्तुं शक्यते. अत्र वदति समानपदे विषये एव अत्र विषयसप्तमी. समानपदे यः सप्तमी अस्ति सः तत्र विवक्षा तत्र यदा अस्माकं विवक्षा तादृशपदस्य अस्ति तत्र एव इत्युक्ते विषयसप्तमी न तु निमित्तसप्तमी. अवगतं वा भगिनि सूत्रस्य कः अर्थः? आं महोदय. अस्तु, कोऽपि प्रश्नः अस्ति वा? पूर्णं पदस्य छेदनमस्ति वा? किमपि नास्ति खलु? किं न अवगतं? पूर्णं पूर्योगनम् नम् इति प्रत्ययः अस्ति. पदं यदा वदामः सर्वदा तत्र व्याकरणशास्त्रे किम् अस्ति? प्रकृति प्लस् प्रत्ययः, तदेव पदमस्ति. सो प्रकृति प्लस् प्रत्ययः तु पदमेव अस्ति, परन्तु कुत्रचित् यथा तत्र समासे किं भवति? समासे तत्र इत्युक्ते तत्र सुबन्तानां तत्र समासः भवति. यद्यपि एकमेव पदमस्ति परन्तु तत्र खण्डनं कर्तुं शक्यते. यथा तत्र रामलक्ष्मणौ, सो रामलक्ष्मणौ इति वदामः चेत् रामः इति भिन्नपदं, लक्ष्मणः इति भिन्नपदं, तत् समानपदं नास्ति. तत्र तु पदद्वयं, तथैव यथा मया उक्तम् उत्तिष्ठति उत्तिष्ठति. सो उत् इति पदसंज्ञा अस्ति, उपसर्गः अस्ति, तिष्ठति इति भिन्नपदम् अस्ति. सो तत्र वयं खण्डनं कर्तुं शक्यते, तत् समानपदं नास्ति. परन्तु पूर्णं तु एकमेव पदमस्ति, अत्र तु खण्डनं न कर्तुं. खण्डनम् इत्युक्ते अत्र प्रकृति किं, प्रत्ययः किं, तत्तु वयम् अवगन्तुं शक्यते, परन्तु पदद्वयम् अत्र स्तः इति तु नास्ति, एकमेव पदमस्ति. तादृशसमानपदे इति तादृशपदं प्रकृति प्लस् प्रत्ययः अस्ति, परन्तु तत्र भिन्नभिन्न पदद्वयं तत्र न स्तः इति तस्य अर्थः समानपदे. सो प्रायशः समस्तपदे अपि च नो चेत् यत्र उपसर्गः अस्ति तादृशपदम् अस्ति चेत् तत्र एतत् सूत्रं कार्यं न कर्तुं शक्यते, तत्र भिन्नसूत्रम् अपेक्षितम्. एतत् सूत्रं तु केवलं निमित्त अपि च निमित्तम् एकस्मिन् पदे स्तः तदा एव एतत् सूत्रं कार्यं कर्तुं शक्यते, अपि च रेफुषकारस्य साक्षात् उत्तरे नकारः भवेत् तदा एव कार्यं भवति। यदा तत्र ल्युट् इति प्रत्ययः अस्ति भगिनि, धातु अनन्तरं ल्युट् योजयामः, तत्र यू स्थाने तत्र अन्य च आदेशः भवति न, सो तादृश पूर्णम् इति अत्र कः प्रत्ययः इति पश्यामः। परन्तु एतत् एतत् अपि समान एकमेव पदम् अस्ति, प्रकृति प्लस् प्रत्ययः। तथैव तिस्र इति यः अस्ति, तिस्र इति प्रातिपदिकं, नाम इति सुप प्रत्ययः, सो एकमेव पदम् अस्ति, प्रकृति प्लस् प्रत्ययः। सो अत्र अपि खण्डनं न कर्तुं शक्यते, इत्युक्ते पदद्वयं नास्ति अत्र, एकमेव पदम् अस्ति। धन्यवादः महोदय। अस्तु, इदानीं तत्र द्वितीयसूत्रमस्ति, अट् कुप् वाङ्नुं व्ययाये अपि, कः पठति? मञ्जरी भगिनी पठति वा भगिनि? पठतु। अट् कुप् वाङ्नुं व्ययाये अपि, अष्टमे अध्याये चतुर्थे पादे द्वितीयसूत्रम्। अट् कवर्गः पवर्गः आङ् नुम् इत्येतैः यथासम्भवं मिलितैः व्यवधाने अपि नस्य नः स्यात् समानपदे। अट्कुप्वाङ् नुम् व्ययाये अपि रषाभ्यां नो नः समानपदे। सम्पूर्णं सूत्रं करणं मार्गेण। तत्र सूत्रस्य अर्थः अस्ति अट् प्रत्याहारे तथा पुवर्गः पपभवन पवर्गः पपभवम आम् इत्युक्ते आ नु नु नाम अनुसरन् इत्येतैः इति एतेषां वर्णः अस्ति चेत् व्यवधाने अपि नस्य दन्तनकारस्य मूर्धन्यनकारः आदेशः भवति समान। समानपदे अस्ति चेत्, सो अत्र पूर्वसूत्रस्य सम्पूर्णतया अनुवृत्तिः अस्ति। अत्र अत्र लिखितम् अट् कुप् वाङ् अट् कुपु आङ् नुम् व्यवाये अपि। अपि किम्? एतस्य व्यवधाने अपि, एतादृशबाधा अस्ति चेदपि किं रषाभ्यां नूनः समानपदे। सो अत्र एतादृशः बाधा व्यवधानं कुत्र अस्ति भगिनि? तत्तु सत्यं, परन्तु एतादृशबाधा अस्ति चेदपि तस्य कः बाधा कुत्र अस्ति? एतादृशः वर्णः कुत्र अस्ति? समानपदे एव। तत्तु सत्यं समानपदे, परन्तु मम अहं किं वदामि, अत्र निमित् अपि च निमित्तिन् मध्ये तदस्ति, समानपदे तु अस्ति, परन्तु अट् कु पु आङ् नुम् बाधा अस्ति चेदपि बाधा कुत्र अस्ति? र अपि च न मध्ये, श अपि च न मध्ये, सो निमित् अपि च निमित्तिन् मध्ये व्यवधाने, इत्युक्ते निमित् अपि च निमित्तिन् मध्ये एतादृशबाधा अस्ति चेदपि रषाभ्यां नूनः समानपदे इति सूत्रस्य सम्पूर्णार्थः। एतादृशः इत्युक्ते अट् इति बाधा, कु इति बाधा, नो चेत् पु इति बाधा, आ इति बाधा, नुम् इति बाधा, मध्ये अस्ति एतादृशः वर्णः निमित् अपि च निमित्तिन् मध्ये अस्ति चेदपि तत्र नत्वं भवति इति सूत्रं वदति। वदतु उदाहरणस्य विषये वदतु। पर्णं पर्णम् अत्र अकारः अस्ति नस्य पूर्वे अकारः इति बाधा अट् वर्णः अस्ति अस्य बाधा अस्ति अपि तस्य नकारस्य नकारः अभवत् कर्णम् इत्युक्ते कारणम् इति यः नत्वं श्रूयते तस्य कृते किं सूत्रं तत्र रश्याभ्यां नूनः समानपदे इति सूत्रं कार्यं न कर्तुं शक्यते अत्र अस्मिन् उदाहरणे किमर्थं चेत् रेफस्य साक्षात् उत्तरे नकारः नास्ति मध्ये किमपि व्यवधानम् अस्ति बाधा अस्ति अतः अत्र द्वितीयसूत्रम् अपेक्षितं न तु प्रथमसूत्रम् इति सर्वदा तत्र द्रष्टव्यं पूर्णम् इत्यनेन तत्र मध्ये किमपि नास्ति कोऽपि व्यवधानं नास्ति रेफस्य साक्षात् उत्तरे नकारः अतः प्रथमसूत्रेण एव तत्र कार्यं भवति रशाभ्यां नूनः परन्तु करणं पश्यामः चेत् मध्ये तु किञ्चित् बाधा अस्ति व्यवधानम् अस्ति सो एतादृशव्यवाये अपि कार्यं तु भवति परन्तु भिन्नसूत्रम् अपेक्षितम् अट् कुक्वाङ्ग् इति सूत्रम् अपेक्षितं न तु रशाभ्यां तथैव मार्गेण विषये वदतु एकनिमिषः लेटर् फिनिश् महोदय तस्य अनन्तरं वदतु भगिनि अत्र रकारः तथा नकारस्य मध्ये इकारः इति अट् वर्णः अस्ति तत्र बाधा अस्ति परन्तु बाधा रेफ् नकारस्य मध्ये किं किम् अस्ति भगिनि मकारः आकारः गकारः अनन्तरं रकारः रकारः अनन्तरम् इकारः अनन्तरं नकारः र तथा न मध्ये इकारः तत् अट् वर्णः अस्ति परन्तु तत्र अनन्तरं नकारस्य नकारः अट्कुप् वां नु व्ययाय परि इति सूत्रेण नकारस्य नकारः भवति सम्यक् अस्ति वा मम ध्वनिः श्रूयते वा न्यूनं श्रूयते भगिनि श्रूयते न इदं भगिन्याः ध्वनिः न श्रूयते ओ अस्तु मम ध्वनि अहं तु म्यूट् आसीत् ओ सोरि ध्वनि श्रूयते वा इदानीं सो मार्गेन इति कुवर्णः अपि अस्ति मार्गेन इति उदाहरणे रेफ् निमित्तस्य मध्ये कुवर्णः अपि अस्ति अट् वर्णः अपि अस्ति गकारः अपि अस्ति गकारः कुवर्णः क ख ग अतः अत्र कार्यं भवति सो अत्र अट् कुप् वाङ् नुं व्यये अपि इति सूत्रेण कार्यं न तु रशाभ्यां नूनः इति सूत्रेण कार्यम् सो मार्गेण सो तादृश बहूनि उदाहरणानि सन्ति यत्र एतादृशः तत्र अट् कुप्वाङ्ग् इति सूत्रेण कार्यं न तु रशाभ्याम् इति सूत्रेण कार्यम् सो अस्मिन् प्रकरणे तत्र कथं तत्र अनुवृत्तिः पदानाम् अनुवृत्तिः कथम् अस्माभिः स्वीकरणीयं तदपि अवश्य तत्र द्रष्टव्यम् सो अस्मिन् सूत्रे द्वितीयसूत्रे तु पूर्वसूत्रस्य सम्पूर्णतया अनुवृत्तिः अस्ति अत्र समानपदमपि अपेक्षितम् अपि च यः निमित्तम् अस्ति अत्रापि अट्कुप्वाङ्ग् नुम् व्यवधाने अपि तत्र निमित्तं समानं रेफः अपि च शकारः सो रेफ् शकारस्य उत्तरस्य तादृशनकारस्य नत्वं भवति यद्य तत्र एतादृशः व्यवधानम् अस्ति चेदपि तत्र कार्यं भवति. सो निमित् रेफ अपि च दन्तनकारस्य मध्ये अट् कूपु वाङ् इति अस्ति चेत् तत्रापि कार्यं भवति. सो प्रायशः अस्माभिः एतत् द्रष्टव्यं सर्वदा रेफ रसाभ्याम् इत्यनेन कार्यं नास्ति, अट् कूप् वाङ् इत्यनेन अपि कार्यम् अस्ति. तादृश उदाहरणानि बहूनि सन्ति यत्र अट् कूप् वाङ् इत्यनेन कार्यं. सो यत्र रसाभ्याम् इत्यनेन कार्यं तादृश न्यून उदाहरणानि सन्ति, परन्तु अत्र तु हकारः कुत्रचित् हकारः मध्ये अस्ति तदपि अट् वर्णः, वकारः अपि अट् वर्णः, यकारः अपि अट् वर्णः. न केवलम् अत्र स्वराः सन्ति परन्तु ह य व अपि अस्ति, हयवरट् हयवरट् र अपि अस्ति, परन्तु रेफः तु स्वयं निमित्तम् अस्ति, निमित्तं भवति. अतः ह य व मध्ये अस्ति चेदपि तत्र कार्यं, न केवलं क ख ग ग ण प फ ब ब म, परन्तु व्यञ्जनेषु ह य व अस्ति चेदपि कार्यमस्ति तत्र. इति तत्र सूत्रस्य अर्थः. अस्तु, किं कः प्रश्नः महोदय? महोदय, नुम् किम् अस्ति? नकारस्य नकारस्य अस्ति नुम् इति अनुस्वारः, अनुस्वार अस्ति चेदपि नुम् इति अनुस्वारः. इत्युक्ते तत्र नकारस्य नकारस्य नकारस्य मकारस्य उभयापि किं महोदय? नुम् इति भवान् किं पृष्टवान्? नुम् इत्युक्ते किं? नुम् इति अनुस्वारः. सो अनुस्वारः कुत्रचित् रेफ नकारस्य मध्ये दृश्यते, तत्रापि कार्यमस्ति. किमर्थं चेत् तत्र अपदान्तनकारस्य नुम् इति यः नुम् इति आगमे नकारः एव तत्र तिष्ठति, परन्तु वयं जानीमः अपदान्तनकारस्य किम् आदेशः भवति? अनुस्वारादेशः भवति. नश्चापदान् तत्र किमस्ति सूत्रम्? नश्चापदान्तस्य झलि. सो तत्र प्रायशः नकारस्य अपदान्तनकारस्य तत्र अनुस्वारादेशः भवति, अतः नुम् अत्र यः लिखितं सः अनुस्वारः. आङ् इति यः लिखितं सः आ इति उपसर्गः. सो उपसर्गः मध्ये तादृश उदाहरणानि कुत्र सन्ति? इदानीं तु अत्र तादृश उदाहरणानि मम समीपे न सन्ति, परन्तु तादृश तत्र अस्ति. प्रायशः अष्टाध्यायी डाट् काम् पश्यामः चेत् अत्र सूत्रस्य व्याख्या पश्यामः चेत् मे बि नीलेश् महोदय हेज़् दत्त हेज़् गिवन् दोस् एक्साम्पल्स्. सो इति तत्र सूत्रं वदति. सो एतादृशः व्यवधाने अपि निमित् अपि च निमित्तन मध्ये एतादृशः व्यवधाने अपि तत्र रसाभ्यां नूनः भवति, समानपदे अस्ति चेदेव. अत्रापि समानपदे. इदानीं तत्र तृतीयसूत्रम् अस्तु. कः पठति तृतीयसूत्रं अथवा का पठति? गिरिजा भगिनी पठति वा भगिनी? चिन्ता मास्तु भगिनी. अनुसूय भगिनी अस्ति वा? आम् अस्ति भगिनी. अनुसूय भगिनी पठति वा भगिनी? प्रातिपदिकान्त प्रातिपदिकान्त नुम् निबिषु च अष्टमध्याये चतुर्थपादे एकादशसूत्रः समासप्रसङ्गे सूत्रम् समासप्रसङ्गे पूर्वपदस्य निमित्तात् परस्य येषु स्थितस्य नस्य नो वा स्यात् अनुवृत्तिसहितसूत्रं पूर्वपदात् दशाभ्याम् वायेऽपि नो नः प्रातिपदिकान्त नुं विभक्तिषु वा विहीत विहीवा पिणौ विहीता वा पिनौ व्रीहि व्रीहि वापि नौ अपि च व्रीहि व्रीहिता वापि नौ व्रीहिता कुत्र अस्ति भगिनि व्रीहि एकं पदमस्ति वापि नौ द्वितीयपदमस्ति अत्र समस्तपदमस्ति व्रीहि वापि नौ नो चेत् व्रीहि सो अत्र अत्र रूपद्वयम् एकमस्ति विना नत्वम् एकमस्ति नत्वस्य सह किमर्थम् अत्र रूपद्वयं भगिनि अनेन सूत्रेण किं कार्यमस्ति वा अस्ति सत्यम् अनेन सूत्रेण कार्यं वा अस्ति वा इत्युक्ते विकल्पेन अस्माकं विवक्षानुसारेण इच्छामः चेत् नत्वं करणीयं न इच्छामः चेत् तथैव तथैव तत्र तथैव तत्र अपि भवितुं शक्नोति किमर्थं चेत् कार्यं वा अस्ति कार्यं वा अस्ति अनेन सूत्रेण यः कार्यम् अस्ति सः वा अस्ति विकल्पेन अस्ति वा यत्र यत्र सूत्रे वा इति पदं तत्र कार्यं विकल्पेन भवति अतः प्रायशः रूपद्वयम् अत्र प्रायशः रूपद्वयं यत्र यत्र वा कार्यं तत्र रूपद्वयम् अतः रूपद्वयम् किम् अस्ति सूत्रस्य कः अर्थः भगिनि इफ् यु वाण्ट् यु केन् यूस् नत्वम् अदर्वैस् यु डोण्ट् हाव् टु यूस् नत्वम् तत्तु सत्यं कस्य विषये कदा कदा यदा अट्कुपाङ्गं विभक्तिचु वा इति अस्ति तदा विकल्पेन एव भवति अत्र किं लिखितं प्रातिपदिकान् प्रातिपदिकान्त नुम् विभक्तिषु विभक्तिषु हा सो विभक्तिषु इति कीदृशपदमस्ति एतादृशपदं प्रातिपदिकान्त नुम् विभक्तिषु च सप्तमी सप्तमी बहुवचनं सत्यं सप्तमी बहुवचनम् अस्ति सो अत्र प्रातिपदिकान्त प्रातिपदिकान्तसम्बन्धी नकारः नस्य प्रातिपदिकान्तसम्बन्धी दन्त्यन नुं सम्बन्धी दन्त्यन विभक्तिसम्बन्धी दन्त्यन तादृशसम्बन्धी दन्त्यन अस्ति चेत् तस्य नत्वं भवति इति सूत्रं वदति प्रातिपदिकान्तसम्बन्धी नकारः अस्ति इत्युक्ते प्रातिपदिकान्त् इत्युक्ते किं भगिनि प्रातिपदिकान्त् प्रातिपदिकान्ते हा प्रातिपदि यस्य शब्दसमूहस्य प्रातिपदिकसंज्ञा सर्वेषां शब्दसमूहानां कस्यचित् शब्दसमूहस्य प्रत्यय इति संज्ञा अस्ति कस्य शब्दसमूहस्य धातु इति संज्ञा अस्ति तत्र केचन शब्दाः सन्ति येषां प्रातिपदिक इति संज्ञा अस्ति सो अत्र अस्मिन् सूत्रे वदति प्रातिपदिकान्तसम्बन्धिनः दन्त्यनः प्रातिपदिकान्त् अत्र अन्त अस्ति सो प्रातिपदिकस्य अन्ते यः नकारः कदा भवति निमित्तं कुत्र अस्ति निमित्तं कुत्र अस्ति अत्र लिखितं समासप्रसङ्गे पूर्वपदस्य निमित्तात् इत्युक्ते समासप्रसङ्गे किम् अस्ति समासप्रसङ्गे किं भवति प्रायशः पूर्वपदम् उत्तरपदं पदद्वयं तत्र प्रायशः भवति समासः यदा भवति समासः सुबन्तानां समासः समस्यते सुबन्तानां समासः समस्यते सो एकं सुबन्तपदमस्ति द्वितीयसुबन्तपदमस्ति तयोः तत्र यदि तत्र अन्वयसहचारः अस्ति चेत् तत्र समासः भवितुं शक्नोति सर्वदा तु समासः न भवति यदि सुबन्तयोः द्वयोः सुबन्तयोः तत्र अन्वयसहचारः अस्ति चेत् तदा समासः भवितुं शक्नोति तादृशस्थित्याम् अत्र समानपदे इति अनुवृत्तिः नास्ति भगिनि अत्र समानपदे इति विषयः नास्ति किमर्थं चेत् अत्र तु भिन्नभिन्नपदं समासप्रसङ्गः अस्ति. समासः सखण्डपदं न तु अखण्डपदं. तत्र वयं खण्डनं पदानां तत्र खण्डनं कर्तुं शक्यते. पूर्वपदम् उत्तरपदं तादृश तत्र प्रसङ्गः अस्ति. सो समासप्रसङ्गे यदि प्रथम पूर्वपदे निमित्तम् अस्ति, निमित्तं किम्? अस्मिन् प्रकरणे निमित्तं किम् अस्ति? रेफः नो चेत् शकारः, मूर्धन्यषकारः, तदेव निमित्तं. सर्वेषु समस्तप्रकरणेषु तदेव निमित्तं रेफः नो चेत् शकारः. इदानीं वार्तिकाधारेण वयं जानीमः रु अपि निमित्तम् अस्ति, ऋकारः अपि निमित्तम् अस्ति. सो समस्तनत्वप्रकरणे निमित्तं समानं, निमित्तम् अस्ति रेफः शकारः. स्थानी अपि समानं समस्तप्रकरणे फ्रम् 1 to 39 स्थानीवर्णः अपि समानं, तदस्ति दन्त्यन. आदेशः अपि समानं, तदस्ति मूर्धन्यन. सो निमित्तमपि सम्पूर्णप्रकरणे समानं, तदस्ति रेफः नो चेत् शकारः. स्थानी अस्ति दन्त्यन, यस्य स्थाने तत्र कार्यं करणीयम्. अपि च आदेशः अपि समानं, तदस्ति मूर्धन्यन. सो सर्वेषु सूत्रेषु तदेव कार्यमस्ति, दन्त्यन स्थाने मूर्धन्यन. परन्तु भिन्नभिन्नविषयः कदा कदा करणीयम्. सो प्रातिपदिकान्त नुं विभक्तिषु च इति सूत्रं वदति, प्रातिपदिकस्य अन्ते नकारः अस्ति, तादृशप्रातिपदिकः यस्य पूर्वे अपि एकं पदमस्ति समासप्रसङ्गे. सो पूर्वपदे तत्र रेफः अपि च शकारः अस्ति. उत्तरपदे प्रातिपदिकान्त सम्बन्धिनकारः अस्ति, तादृशप्रातिपदिकं यस्य अन्ते दन्त्यन, तस्य दन्त्यनकारस्य अनेन सूत्रेण मूर्धन्यनकारः आदेशः भवति. परन्तु सर्वदा न भवति, केवलम् अट् कुप् वाङ् नुम् व्यवाये, केवलम् एतादृशव्यवधाने एव. कोऽपि भिन्नवर्णः मध्ये अस्ति चेत् तथापि न भवति. सो एतत् सूत्रं समस्तप्रकरणे अट् कुप् वाङ् नुं व्ययाये इति तत्र अनुवृत्तिः अस्ति. इत्युक्ते पूर्वपदे तत्र रेफः शकारः भवेत्, उत्तरपदे यः प्रातिपदिक सम्बन्धिनकारः अस्ति सः अन्ते भवेत्. तस्य नत्वं भवितुं शक्नोति, परन्तु कण्डिशन् अस्ति अट् कुप् वाङ् नुं व्यवधाने एव. एतादृशः व्यवधानम् अस्ति चेदेव भवति. भिन्नव्यवधानम् अस्ति चेत् कोऽपि टवर्गः अस्ति, तवर्गः अस्ति, चवर्गः अस्ति चेत् तत्र तथापि कार्यं न भवति. सो एतत् व्यवधानं सर्वदा अस्माभिः द्रष्टव्यम्. तथैव वदति द्वितीयः उदाहरणं, नुम् सम्बन्धिनकारः. पूर्वपदे निमित्तम् अस्ति, पूर्वपदे रेफः नो चेत् शकारः अस्ति. उत्तरपदे नुम् सम्बन्धी नकारः. नुम् सम्बन्धी नकारः इत्युक्ते यत्र नुम् इति आगमः भवति, नुम् आगमे नकारः, नकारस्य आगमः भवति. सो नुम् सम्बन्धी नकारस्य अपि नत्वं भवितुं शक्नोति, यदि सः तादृशपदं कुत्र अस्ति, समस्तपदे अस्ति, अपि च पूर्वपदे निमित्तं भवेत्. रेफशकारः तु भवेत् एव, अपि च मध्ये अट् कूपु आङ् नुम् इति व्यवधानं तत्रापि भवितुं शक्नोति. तृतीयस्थितिः अस्ति विभक्तिषु च. इत्युक्ते अत्र उदाहरणानि पश्यामः चेदेव अवगन्तुं शक्यते. अत्र तु एकमेव उदाहरणं दत्तं, व्रीहि वापिनौ. सो व्रीहि वापिनौ इति यः अस्ति, व्रीहि इत्युक्ते अत्र समस्तपदमस्ति, द्विवचनात् द्विवचने अस्ति समस्तपदम्. सो वापिन् इति नकारान्त प्रातिपदिकम् अस्ति, वापिन् इति नकारान्त प्रातिपदिकं, तत्र न दन्त्य न अन्त्य अस्ति. वापिन् इति यः अस्ति तत्र प्रायशः क्तिन् प्रत्ययः अस्ति वा अत्र, वाप् वप् इति धातुः अस्ति भगिनि, वप् इति धातुः. वप् इत्युक्ते सोयिङ्ग्, टु सो, वी डू देट् सोयिङ्ग् आफ् सीड्स् एट्सेट्रा. So vap is a dhatu. So from the vap dhatu hu, then ini iti pratyaha asti atra. So it becomes nakarant pratipadikam. It becomes nakarant pratipadikam, that is vapin na ante asti. So vapin vrihi iti bhinnapadam asti. Vrihi itukte rice. Vrihi itukte rice. Vapin itukte the act of sowing rice. So vrihi vapin yoga atra sup pratyah asti. Au iti pratyah asti. Su au jas di vachne asti. So atra kim asti? Vrihi iti ekam padam asti. Vrihi. द्वितीयपदम् अस्ति अत्र यदा समासः भवति वापिन् वप् धातुतः वापिन् इति प्रातिपदिकम् वापिन् अपि च द्विवचने अस्ति सु औ जस् सो औ इति प्रत्ययः औ इति सुप् प्रत्ययः पूर्वपदे तत्र पूर्वपदे तत्र रेफः अस्ति व्रीहि वकारः रेफः दीर्घ ईकारः रेफः अस्ति पूर्वपदे रेफः अस्ति उत्तरपदे नकारः अस्ति परन्तु कीदृशनकारः अस्ति प्रातिपदिकान्त सम्बन्धिनकारः प्रातिपदिकान्त प्रातिपदिकस्य अन्ते यः नकारः तादृशनकारः अस्ति अत्र वापिन् इति नकारान्त प्रातिपदिकम् सो व्रीहि इति रेफशकारः अस्ति अपि च मध्ये इदानीं तत्र द्रष्टव्यम् अस्माभिः सो इदानीं भवति किं भवति व्रीहि व्रीहि वापिनौ व्रीहि वापि नौ भवति इति समस्तपदं व्रीहि वापिनौ इदानीं तत्र निमित् अपि च स्थानीमध्ये कीदृशव्यवधानं तदपि द्रष्टव्यं किमर्थं चेत् महर्षि वदति अट् कुप् वाङ् व्यवाये व्यवधाने एव तत्र नत्वं करणीयम् अत्र किं किम् अस्ति दीर्घ ई रस् हकारः देन् रस्व इकारः देन् व देन् आ देन् पकारः देन् ई सो एतानि सर्वाणि वर्णानि तत्र कुत्र अट् सर्वे स्वराः अट् प्रत्याहारे ह अपि च व अपि अट् प्रत्याहारे हय वरट् सट् सो हकारः अपि तत्र अट् अस्ति अट् प्रत्याहारस्य वर्णः वकारः अपि अट् प्रत्याहारस्य वर्णः पकारः पूवर्णः पकारः पूवर्णः अतः अत्र कार्यं भवितुं शक्नोति मम विवक्षानुसारेण किमर्थं चेत् कार्यं नित्यं नास्ति कार्यं वा अस्ति अतः रूपद्वयं व्रीहि वापिनौ नो चेत् व्रीहि वापिनौ अतः रूपद्वयम् एव अपि साधु दन्त्यनयुक्तरूपमपि साधु मूर्धन्यनयुक्तिरूपमपि साधु इति अस्ति प्रथम उदाहरणं प्रातिपदिकान्तसम्बन्धि नकारः प्रातिपदिकस्य अन्ते स्थितस्य नकारस्य तत्र अनेन सूत्रेण इत्युक्ते अत्र सि अत्र अट्कुप्वाङ्सूत्रं कार्यं न कर्तुं शक्यते किमर्थं भगिनि अत्र अट्कुप्वाङ्सूत्रं कार्यं न कर्तुं शक्यते वदतु अनुसूय भगिनि वदतु श्रूयते वा ध्वनिः श्रूयते मम ध्वनिः अत्र किमर्थम् अट्कुप्वाङ्ग् एव कार्यं न कर्तुं शक्यते केवलम् अट्कुप्वाङ्ग् सूत्रम् अत्र कार्यं किमर्थं न कर्तुं शक्यते अत्र भिन्नसूत्रं किमर्थम् अपेक्षितम् सत्यं नास्ति निमित्त एकस्मिन् पदे निमित्तं द्वितीयपदे अतः अत्र अट्कुप्वाङ्सूत्रस्य अत्र बलं नास्ति अत्र कार्य तत्सूत्रम् अत्र कार्यं न कर्तुं शक्यते भिन्नभिन्नपदे अस्ति, निमित् अपि च निमित्तं समानपदस्थौ नास्ति, न स्तः, भिन्नभिन्नपदे स्तः, अतः भिन्नसूत्रम् अपेक्षते, अतः महर्षिं भिन्नसूत्रं दत्तम्। अत्र किमर्थं चेत् अत्र अटुकुप्पाङ्गसूत्रं कार्यं न कर्तुं शक्यते, तत्र तु समानपदे एव अस्ति चेदेव कार्यम्, अत्र तु भिन्नभिन्नपदे, निमित्तम् एकस्मिन् पदे, निमित्तं द्वितीयपदे, कथं समानपदे अस्ति, अतः अत्र भिन्नसूत्रम् अपेक्षितं, तादृशस्थितिविषये भिन्नसूत्रम् अपेक्षितम् इति प्रातिपदिकान् सम्बन्धि नुम्। इदानीं तत्र द्वितीय किमस्ति, प्रातिपदिकान्त् नुम् सम्बन्धि, इदानीं तत्र पश्यामः नुम् कुत्र आगच्छति, नुम् इति यः आगमः अस्ति सः कुत्र आयाति, अत्र दृश्यतु भगिनि, फलं, फल इति आकारान्त् नपुंसकलिङ्ग् प्रातिपदिकम् अस्ति, बहुवचने किं रूपाणि अत्र भगिनि, फलं, फले, फलानि, सो फलानि इति तत्र यः आकारान्त् नपुंसकलिङ्ग् तत्र प्रातिपदिकानि सन्ति, सूत्राणि, सूत्राणि इति तत्र अपि अस्ति, सो अत्र बहुवचन सुप्रत्ययः कः भगिनि, सु औ यस्, सु औजस् अम् ओषस् इति तत्र सूत्रमस्ति, इति तत्र मूलप्रत्ययः सुप्रत्ययः, सु औजस् जस् प्रत्यय तत्र तु अत्र तु आणि श्रूयते, फल इति प्रातिपदिकम्, अत्र आणि श्रूयते, सो अत्र नकारः कुतः आगतः, अत्र तु जस् प्रत्ययः अस्ति, नकारः इति कुतः आगच्छति अत्र, अत्र तु श्रूयते, सर्वदा श्रूयते, द्वितीयविभक्त्यामपि श्रूयते, फलं, फले, फलानि, फलं, फले, फलानि, सो अत्र सु औ जस् अम् ओट्षस् मूर्धन्यजकारः नास्ति, मूर्धन्यजकारः नास्ति, अल्पप्राञ्जकारः अस्ति, सु औ जस् क्षम्यताम्, अत्र तु जस् इति प्रत्ययः, सु औ जस् न तु जस्, महाप्राञ्जकारः नास्ति बहुवचने, सो अत्र एकं सूत्रमस्ति, अत्र सूत्रत्रयम् अपेक्षितम्, एकं सूत्रम् अस्ति नपुंसकस्य जलः च, जल च, नपुंसकस्य जलः च इति सूत्रेण सूत्रं वदति नपुंसकलिङ्गे, नपुंसकस्य अजन्तस्य फल इति कीदृशप्रातिपदिकम्, अजन्तप्रातिपदिकम्, अन्ते अकारः अस्ति, अजन्तप्रातिपदिकस्य झलन्तस्य अपि च नपुंसकलिङ्गे, नपुंसकस्य अजन्त अपि च झलन्तस्य सर्वनाम स्थाने परे तत्र नुमागमः भवति इति नुमागमसूत्रम् अस्ति, सूत्रं किम्, नपुंसकस्य जलः च, नपुंसकस्य जलः च, अत्र जलः च इत्युक्ते जल अपि च अच्, सो अजन्तस्य जलन्तस्य नपुंसकस्य, नपुंसकलिङ्गे, नपुंसकलिङ्गे अजन्तस्य जलन्तस्य प्रातिपदिकस्य तत्र सर्वनाम स्थानप्रत्ययपरे नुम् आगमः भवति, सो इदानीं तत्र भिन्नप्रश्नः, सर्वनाम स्थान इति किम्, व्याकरणे सर्वनाम स्थान इति किम् अस्ति, सो व्याकरणे सर्वनाम स्थान इति संज्ञा अस्ति, एक नामकरणम् अस्ति, सर्वनाम स्थान इति नामकरणम्, सो केषां प्रत्ययानां सर्वनाम इति संज्ञा, सर्वनाम स्थान, न केवलं सर्वनाम परन्तु संज्ञा अस्ति सर्वनाम स्थान, सो सर्वनाम स्थानसंज्ञा केषां प्रत्ययानाम् इति वदामः चेत् एकं सामान्यसूत्रम् अस्ति सुट् आनपुंसकस्य, सुट् आनपुंसकस्य, एकवारम् एतत् षुडनपुंसकस्य, षुडनपुंसकस्य अ अपि अस्ति, षुड् सुट् अनपुंसकस्य, अनपुंसकस्य इत्युक्ते भगिनि which is not nepumsak. Satyam. So na napumsakasya sut ityukte su aujas sut iti pratyaharah sut atra sud bhavati jast sandhi. So su aujas इति प्रथम प्रथम एकवचने ये प्रत्ययः सु औजस् देन् अम् अम् औट् शस् अम् औट् एण्ड् शस् इति द्वितीयविभक्ति सुप् प्रत्ययः यथा तत्र तिप् तस् जि सिप् थस्थ तथैव सुप् प्रत्ययानाम् आवली अस्ति सु औजस् अम् औट् शस् सुट् इत्यनेन औट् पर्यन्तं सु आरभ्य औट् पर्यन्तम् अत्र टकारः हल्वर्णः सो सुट् इत्यनेन सु औ जस् अम् अपि च औट् सो एते पञ्चप्रत्ययानाम् एते पञ्चप्रत्ययानां सुप् प्रत्ययानां तत्र सुड् अनपुंसकस्य इति सूत्रेण सर्वनाम स्थानसंज्ञा अस्ति इत्युक्ते नपुंसक विहाय इत्युक्ते स्त्रीलिङ्गे पुल्लिङ्गे एतेषां पञ्चप्रत्ययानां सु औजस् अम् ओट् इति पञ्चप्रत्ययानां तत्र किम् अस्ति सर्वनाम स्थानसंज्ञा अस्ति नामकरणम् अस्ति पञ्चप्रत्ययानां परन्तु कुत्र कस्मिन् विषये अनपुंसकस्य इत्युक्ते स्त्रीलिङ्गे पुल्लिङ्गे न तु नपुंसकलिङ्गे सो स्त्रीलिङ्गे पुल्लिङ्गे पञ्चप्रत्ययानां सर्वनाम स्थानसंज्ञा अस्ति हु विल् टेल् मी वै महर्षि गिव्स् दिस् स्पेशल् नेम् टु सम् प्रत्ययास् टु सम् शब्दसमूहास् वै हि वाण्ट् टु गिव् द स्पेशल् नेम् यथा अत्र अस्ति सु औजस् अम् ओट् इति प्रत्ययानां तत्र सर्वनां स्थानसंज्ञा वाट् इस् द प्रयोजन् फार् दिस् गिविङ्ग् ए स्पेशल् नेम् टु सम् आफ् द प्रत्ययस् वदतु कोऽपि न मम प्रश्नः कः भगिनि वाट् इस् द प्रयोजन् फार् गिविङ्ग् स्पेशल् नेम्स् रैट् like he is giving by this sud napumsakasya iti sutrena what he is doing he is giving a special name to these five pratyayas su avjas am ot tesham krite ekam vishishta namakaranam sarvanam sthana iti namakaranam what is the prayojan for giving a name vishishta nam why he is giving a special name to these five pratyayas अग्रे सर्वनामस्थाने वदति चेत् वयम् अवगतम् एतत् सर्वे प्रत्ययाः एव सत्यं सम्यक् अस्ति सो अग्रे सः किञ्चित् एतेषां पञ्चप्रत्ययानां विषये किञ्चित् वदति सूत्र आधारेण किञ्चित् वदति सो हि नव् हि विल् नाट् से सु औजस् अम् ओट् इति प्रत्ययानाम् एतत् एतत् एतत् कार्यं करणीयम् So now onwards he will say sarvanam sthana pratyaye pare sarvanam sthana pratyaye pare so now asmabhihi gyatavyam sarvanam sthana pratyaye ke ke iti asmabhihi gnyatavyam kimartham chat sutrasya arthah tada eva tat karyam tada eva kartum shakyate yatha tatra napum sakasya jalah cha तत्र सर्वनाम स्थाने इति अनुवृत्तिः अस्ति सो नपुंसकलिङ्गे येषां येषां प्रत्ययानां सर्वनाम स्थानसंज्ञा अस्ति तत्र एव तत् सूत्रं कार्यं कर्तुं शक्यते नुमागमः तत्र एव भवति इति तत्र विशिष्टनामकरणस्य प्रयोजनम् अस्ति अग्रे महर्षिः न वदति सु औजस् अम् ओट् इति विषये तत्र कार्यं करणीयम् अग्रे हि विल् से only sarvanam sthana sangya sarvanam sthana pratyaye pare sarvanam sthana pratyaye pare etadrsha karyam karaniyam iti tatra vishishta namakaranasya prayojanam so idanim pancha pratyayanam napumsakling vihaya itukte kevalam strilinge kevalam pullinge eva etesham pancha pratyayanam तत्र सर्वनाम स्थानसंज्ञा अस्ति. इदानीं तत्र प्रश्नः, अस्माकं विषये तु नपुंसकलिङ्गम् अस्ति, पुल्लिङ्ग स्त्रीलिङ्ग नास्ति. सो तत्र एकं भिन्नसूत्रम् अस्ति. प्रथमे तत्र जस् जस् शसोः शि, नपुंसकलिङ्गे जस् प्रत्ययस्य अपि च शस् प्रत्ययस्य, प्रथमा बहुवचन, द्वितीया बहुवचन. प्रथमा बहुवचन प्रत्ययः जस् प्रत्ययः, द्वितीया बहुवचन प्रत्ययः शस् प्रत्ययः. जस् शसोः शि इति सूत्रम् अस्ति. सो जस् शसोः शि वदति जस् प्रत्ययस्य अपि च शस् प्रत्ययस्य. नपुंसकलिङ्गे केवलं नपुंसकलिङ्गे किम् आदेशः? शि इति आदेशः. शि आगमः नास्ति, आदेशः. इत्युक्ते अत्र आदेशः अनेकाल् अस्ति. अनेकाल् इत्युक्ते अत्र वर्णद्वयं, शकारः इकारः. सो यस्मिन् यस्मिन् आदेशे अनेकाल् वर्णाः सन्ति, अनेकवर्णाः सन्ति, अनेक अल् अल् इत्युक्ते भगिनि अल् प्रत्याहारे के के वर्णः? सर्वे स्वराः अपि च व्यञ्जनानि. सो अत्र आदेशः अनेकाल् अस्ति. अनेकाल् इत्युक्ते एक अल् नास्ति, अनेक अलाः. अत्र शि इति अनेकाल् आदेशः. यदा तत्र आदेशः अनेकाल् अस्ति, सः सर्वस्य स्थाने भवति इति तत्र परिभाषासूत्रम् अस्ति. किमस्ति परिभाषासूत्रम्? अनेकाल् अनेकाल् अनेकाल् आदेशः सर्वस्य. सूत्रं किमस्ति? अनेकाल् अनेकाल् सर्वस्य. सो सर्वस्य इति षष्ठ्यन्तम् अस्ति. अनेक अल् आदेशः सर्वस्य स्थाने भवति इत्युक्ते सम्पूर्ण जस् प्रत्ययः अपगच्छति, तस्य स्थाने शि आदेशः. तथैव शस् सम्पूर्ण शस् प्रत्ययः अपगच्छति, तस्य स्थाने शि आदेशः भवति. कुत्र भवति एतत् आदेशः? जस् प्रत्ययस्य अपि च शस् प्रत्ययस्य आदेशः केवलं नपुंसकलिङ्गे. अत्र नपुंसके इति अनुवृत्तिः अस्ति. सो नपुंसकलिङ्गे जस् प्रत्ययस्य शस् प्रत्ययस्य शि आदेशः भवति. अनन्तरं महर्षि वदति शि सर्वनाम स्थान. सो शि प्रत्ययस्य एव सर्वनाम स्थानसंज्ञा अस्ति, शि प्रत्ययस्य. सो शि कदा आयाति? शि तु कोऽपि मूलप्रत्ययः नास्ति. मूलप्रत्ययः तु सु औजस् अम् ओट्षस् ताभ्यां ब्यस् नेभ्यां ब्यस् नसिभ्यां ब्यस् इति तत्र मूलप्रत्ययः. शि तु कुत्रापि नास्ति, परन्तु इदानीं वयं जानीमः शि इति प्रत्ययस्य तु आदेशरूपेण आयाति. शि तु आदेशरूपेण आयाति. कस्य स्थाने आदेशरूपेण आयाति? जस् स्थाने आयाति, शस् स्थाने आयन्ति, परन्तु केवलं नपुंसकलिङ्गे एव आयाति शि प्रत्ययः. पुल्लिङ्गे जस् स्थाने शि न भवति, स्त्रीलिङ्गे जस् स्थाने शि न भवति, केवलं नपुंसकलिङ्गे एव जस् शसोः शि इति सूत्रं कार्यं करोति. सो यदा तत्र जस् अपि च शस् प्रत्ययस्य शि आदेशः भवति, शि सर्वनाम स्थान इति भिन्नसूत्रम् अस्ति, तदपि संज्ञासूत्रम्. सो शि प्रत्ययस्य अपि किम् अस्ति? संज्ञा अस्ति, विशिष्टनामकरणम् अस्ति. तत् किं? सर्वनाम स्थान इति संज्ञा अस्ति. सो नपुंसकलिङ्गे प्रत्ययद्वयस्य एव सर्वनाम स्थानसंज्ञा, न तु सुट्. सो नपुंसकलिङ्गे केवलं जस् प्रत्ययस्य सर्वनाम स्थान, शस् प्रत्ययस्य सर्वनाम स्थान इति संज्ञा. सो इदानीम् अस्माकं विषयः किम् अस्ति? फलयोग जस्, फलयोग जस्, नो चेत् शस्. सो अत्र जस् शसोः शि इति सूत्रेण जस् स्थाने शि आदेशः भवति. इदानीम् अजन्त अङ्गमस्ति, अत्र फल इति अकारान्त अङ्गमस्ति. अजन्त अङ्गस्य परे किमस्ति? सर्वनाम स्थानप्रत्ययः अस्ति. शि प्रत्यये लशकु तदिते इत्यनेन शकारस्य इत् अस्ति. किम् अवशिष्यते? ह्रस्व इकारः एव अवशिष्यते. शि प्रत्ययस्य शकारस्य इत् अस्ति, लशकु तदिते इति. आम्, सो इदानीं वदति नपुंसकस्य जलः च इति सूत्रेण नुम् आगमः किमस्ति अनेन सूत्रेण नुम् इति आगमः भवति कस्य आगमः अस्ति अजन्त अङ्गस्य नुम् आगमः भवति अत्र फल इति अजन्त अङ्गं सो फल इति प्रातिपदिकस्य नुम् आगमः भवति आगमेषु किं द्रष्टव्यं भगिनि कुत्र करणीयम् एतत् नुम् आगमः कुत्र स्थापनीयम् अत्र अस्मिन् समीपे कस्य अचवर्णस्य अन्ते अन्तिमाचवर्णस्य सूत्रं किमस्ति भगिनि मिदचो अन्त्यात् परः परः इति साक्षात् परे मिदचो यः मित् आगमः सः अन्तिम अच् परे करणीयम् इति तत्र सूत्रं सो फल इति यः प्रातिपदिकम् अजन्ताङ्गम् अस्ति अत्र अच् द्वयं फकारोत्तरवर्ति आकारः लकारोत्तरवर्ति आकारः लकारोत्तरवर्ति यः आकारः सः अन्तिम अच् अस्ति अतः नुम् आगमः तस्य अनन्तरं स्थापनीयं सो नुम् आगमे केवलं न एव अवशिष्यते उकारः उच्चारणार्थं मकारस्य इत् अस्ति न एव अवशिष्यते अपि च अत्र किमस्ति इ अस्ति अत्र एकमन्यत् सूत्रं कार्यं करोति सर्वनाम स्थाने च सम्बुद्धो नकारान्त प्रातिपदिकस्य नकारान्त अङ्गस्य तत्र सर्वनाम स्थानप्रत्ययपरे एव इति किम् अस्ति सर्वनाम जस् अपि च शस् प्रत्ययस्य इकारः सो सर्वनाम स्थानप्रत्ययपरे एव नकारान्त प्रातिपदिकस्य उपधायां दीर्घ आदेशः भवति अत्र उपधायां कः वर्णः भगिनि उपधायां कः वर्णः अकारः सो अकारस्य दीर्घः किमस्ति सो फलान् योग इ इदानीं किमपि कार्यं नास्ति सो फलानि इति भवति द्विवचने अपि समानरूपं फलानि किमर्थं चेत् शस् प्रत्ययस्य अपि शि आदेशः शि आदेशः सर्वनाम स्थानसंज्ञक प्रत्ययः अस्ति सर्वनाम स्थानसंज्ञक प्रत्ययपरे तत्र नुमागमः प्रथमे नुमागमः भवति अनन्तरं सर्वनाम स्थानप्रत्ययपरे उपधा दीर्घ भवति नकारान्त प्रातिपदिकस्य इदानीं फलन् इति अकारान्त नास्ति नुमागमः भूत्वा नकारान्त अस्ति सो नकारान्तस्य एव उपधा दीर्घ भवति सर्वेषां न भवति नकारान्तस्य एव उपधा दीर्घ भवति सो फलानि इति अस्ति सो इदानीं प्रातिपदिकान्तविषयः नकारः अपि च नुम् सम्बन्धि अत्र यः नकारः सः प्रातिपदिकस्य अन्ते न अस्ति नुम् सम्बन्धिनकारः अस्ति न तु प्रातिपदिकान्तसम्बन्धिनकारः अत्र नुम् आगमः भवित्वा एतत् फलन् इति नकारान्त् भवति सो अत्र यः नकारः अस्ति सः नुम् सम्बन्धिनकारः सो अत्रापि यदि पूर्व अत्र यदि वयं समासः कुर्मः चेत् तत्रापि तादृशनकारस्य अपि नत्वम् अनेन सूत्रेण भवितुं शक्नोति यथा तत्र किमस्ति सूत्रं सूत्राणि सूत्रं कथं वयं वदामः सूत्राणि सूत्रम् इति सूत्र इति किमस्ति नकारान्त् इत्युक्ते नपुंसकलिङ्गप्रातिपदिकम् अस्ति अजन्तप्रातिपदिकं समानप्रक्रिया अपि भवति जशसोः शी इत्यनेन शी आदेशः शी इति सर्वनाम स्थानसंज्ञक अस्ति अनन्तरं तत्र नुमागमः भवति नुमागमः भवति चेत् तत्र उपधायां दीर्घः भवति इदानीम् अत्र यः नकारः सः प्रातिपदिकान् सम्बन्धिनकारः नास्ति नुम् सम्बन्धिनकारः सो नुम् सम्बन्धिनकारस्य तत्र अपि अत्रापि किं भवति अत्र तु एकमेव पदम् अत्र समस्तपदं नास्ति सो अत्र प्रायशः अट् कुप् वाङ् नुम् व्ययाये अपि इति सूत्रेण अत्र अट् कुप् वाङ् नुम् व्ययाये अपि सूत्रेण अत्र नकारस्य नत्वं भवति सो सूत्राणि इति भवति, सूत्राणि इति तत्र प्रातिपदिक सुपदं सिद्ध्यति. सो अस्तु, सो तादृश नुम् सम्बन्धिनकारः अस्ति चेत् तत्र पूर्वपदम् उत्तरपदम् अस्ति चेत् तादृशनकारस्य अपि नत्वं भवितुं शक्नोति. इदानीं तत्र विभक्तिसंज्ञक नकारः, अस्मिन् विषये अग्रिमकक्षायां पठामः. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् पृच्छतु, अन्यथा अत्र स्थगामः, इदानीं तु समयः अभवत्. कोऽपि प्रश्नः अस्ति चेत् पृच्छतु एतावता यत् पठितं तस्य विषये. सो डू रैट् दि सूत्राणि बिकास् मे बि वी विल् नाट् रीड् दि सूत्रम्. सुड् नपुंसकस्य जशसोः शि शि सर्वनाम स्थान अपि च नपुंसकस्य जलः च अपि च सर्वनाम and read the sutras. Even though don't feel that everything will be taught in this class. Maybe this, there is no karpatram with regarding to this. Maybe or somewhere later we will read these sutras. So it is better to take note down the sutras whichever we have read and try to see yourself also what is the meaning of these sutras, where are they applicable. So, note these sutras also. Ashtu atra sthaga maha jan jam jam agari agari rupaya sutranam krama preshya preshya me bhagni Girija bhagni na shrutam bhavati ki muktivati अच्छा उक्तवती भगिनी, अहं नोट् कर्तुं न शक्नोमि इदानीम्, एकवारं प्रेषयिष्यति वाट्सप् मध्ये प्रेषयामि. अस्तु इदानीं शान्ति जगदीश महोदय कृपया शान्ति पठतु. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव वसिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः, शुभदिनम्. धन्यवादः भगिनी. धन्यवादः.